पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 62 द्विजावूजुः मज्जनादखिलं पापं क्षयं यान्ति सुनिश्चितं महापादकमन्यच्च तदादेशं वदस्वनः पापात् पूतोक्षयं नाकमश्नुदे दिवि शक्रवद सुरयो नेर्न हानिस्यादुपदेशं वदस्वनः अत्र भोग्यं परं सर्वं मृदे स्वर्गे सुरोत्तमः कलिपापहतानां च स्वर्गसोपानमुच्यते व्यास उवाच गतिं चिन्तयतां विप्रास्तूर्णं सामान्यजन्मनां स्त्रीपुंसामीक्षणाद्यस्मात् गङ्गापापं व्यपोहति गङ्गेधिस्मरणादेव क्षयं व्याधिजपातकं तीर्थनादधिपापानि दर्शनात् गुरुकल्मषम् स्नानात्पानाच्च जाह्नव्यां पितॄणां तर्पणात्तथा महापादकवृन्दानि क्षयं यान्ति दिने दिने अग्निना दह्यते तूलं तृणं शुष्कं क्षणाद्यथा तथा गङ्गाजलस्पर्शात् पुंसां पापं दहेत्क्षणाद सम्प्राप्नोत्यक्षयं स्वर्गं गङ्गास्नानेन केशवं यशो राज्यं लभेत् पुण्येम् स्वर्गमन्दे परागतिम् पितृनुद्दिश्य गङ्गायां यस्तु पिण्डं प्रयच्छति विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु अन्नैकेन दुसाहस्रं वर्षं पूज्यः सुरालये तिलेन द्विगुणं विद्धि तथा मेध्यफलेन च गव्येन विधिना विप्रास्वर्गस्यान्दो न विद्यते एवं पिण्डप्रदानेन नित्यं क्रतुशतं भवेत् पितरो निरयस्ताये धन्यास्ते मर्त्यवासिनः धनपुत्रयुधारोग्यं सुखसम्मानपूजिताः रसातलगताये च ये च क्रीडामहीतले स्थावरे पक्षिसङ्खादौ ते मर्त्या धनिनो नृपाः तत्तत्पुत्रैश्च पौत्रैश्च गोत्रैर्दौहित्रकैस्तथा जामादृभागिनेयैश्च सुहृन्मित्रैः प्रिया प्रियैः प्रदीयते जलं पिण्डं यथोपकरणान्वितं गङ्गातो येषु तीरेषु तेषां स्वर्गोक्षयो भवेद् पिण्डादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः भवन्ति सुखिनः सर्वे मर्त्या शतसहस्रशः स्वर्गे तस्य स्थिता सत्त्वा अधस्ता मध्यवासिनः नित्यं वाञ्छन्ति सद्गङ्गां गच्छन्तु सुरनिम्नगाम् एको गच्छति गङ्गां यः पूयन्ते तस्य पुरुषाः ये ददेव महापुण्यं तरदे तारयत्यपि गङ्गा कृष्णगुणं वक्तुं न शक्तश्चतुराननः अध किञ्चिद्वदाम्यत्र भागीरथ्या द्विजागुणं मुनयसिद्धगन्धर्वा ये चान्ये सुरसत्तमाः गङ्गातीरे तपस्तप्त्वा स्वर्गलोके च्युदाभवन् दिव्येन वपुषा सर्वे कामगेन रथेन च अद्यापि न निवर्तन्ते रत्नपूर्णक्षयेषु वै प्रासादायत्र सौवर्णाः सर्वलोकोर्ध्वगा शिवाः इष्टद्रव्यै सुसम्पूर्णा स्त्रियो यत्र मनोरमाः पारिजातसमाः पुष्पवृक्षाः कल्पद्रुमोपमाः गङ्गातीरे तपस्तप्त्वा तत्रैश्वर्यं लभन्ति हि तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा पुरुधानैर्गतिर्या च गङ्गां संसेवतां च जारजं पतितं दुष्टमं त्यज्यं गुरुखादिनं सर्वद्रोहेण संयुक्तं सर्वपादकसंयुतम् त्यजन्ति पितरं पुत्रा प्रियं पत्न्यः सुहृद्गणाः अन्ये च बान्धवाः सर्वे गङ्गाधुना परित्यजेत् यथा माता स्वयं जन्म मलशौचं च कारयेत् क्रोडीकृत्य तथा तेषां गङ्गा प्रक्षालयेन्मलं भवन्ति ते सुविख्याता भोग्यालङ्कारपूजिताः दर्शने क्रियते गङ्गा सकृद्भक्रिया नरैस्तु यैः तेषां कुलानां लक्ष्यं तु भवा तारयदे शिवा स्मृतार्थिहर्त्रीयैर्ध्यादा संस्तुदा साधुमोदिदा गङ्गा तारयदे नृणामुभौ वंशौ भवार्णवाद सङ्क्रान्तिश्रुव्यदीपादे ग्रहणे चन्द्रसूर्ययोः पुण्ये स्नात्वादु गङ्गायां कुलकोडिं समुद्धरेद शुक्लपक्षे दिवामर्त्या गङ्गायामुत्तरायणे धन्यादेकं विमुं चन्दि हृदिस्तेजजनार्दने अनेन विधिना यस्तु भागीरथ्या जले शुभे प्राणांस्त्यक्त्वा व्रजेत्स्वर्गं पुनरावृत्तिवर्जितं यो गङ्गानुगतो नित्यं सर्वदेवानुगो हि सः सर्वदेवमयो विष्णुर्गङ्गा विष्णुमयी यतः गङ्गायां पिण्डदानेन पितॄणां वै त्रिलोदकैः नरकस्थादिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः परदारपरद्रव्यबाधाद्रोहपरस्य च गतिर्मनुष्यमात्रस्य गङ्गैव परमा गतिः वेदशास्त्रविहीनस्य गुरुनिन्दापरस्य च समयाचारहीनस्य नास्ति गङ्गासमा गतिः किं यज्ञैर्बहुवित्ताढ्यै किं तपोभिः सुदुष्करैः स्वर्गमोक्षप्रदा गङ्गा सुखसौभाग्यपूजिता नियमैः परमैर्नित्यं किं योगाश्चित्तरोधकैः भुक्तिमुक्तिप्रदा गङ्गा सुखमोक्षाग्रदस्थिता अनेकजन्मसङ्घातपापं पुंसां विनश्यति स्नानमात्रेण गङ्गायां सद्यः स्यात् पुण्यभाङ्नरः प्रभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे लभते यद्फलं दाने गङ्गास्नानाद्दिने दिने दृष्ट्वा दुहरदे पापं स्पृष्ट्वा दु लभते दिवम्। प्रसङ्गादपि सा गङ्गा मोक्षदा त्ववगाहिता सर्वेन्द्रियाणां चापल्यं वासनाशक्तिसम्भवम् निर्घृणत्वं तदो गङ्गा दर्शनात् प्रविनश्यति परद्रव्याभिकाङ्क्षित्वं परधाराभिलाषिता परधर्मे रुचिश्चैव दर्शनादेव नश्यति यदृच्छालाभसन्तोषस्वधर्मेषु प्रवर्तते सर्वभूतसमत्वं च गङ्गायां मज्जनाद्भवेद् यस्तु गङ्गां समाश्रित्य सुखं तिष्ठति मानवः जीवन्मुक्तः स एवेह सर्वेषामुत्तमोत्तमः गङ्गां संसृत्य यस्तिष्ठेत् तस्य कार्यं न विद्यते कृतकृत्यः स वैमुक्तो जीवन्मुक्तश्च मानवः यज्ञोदानं तपोजप्यं श्राद्धं च सुरपूजनम् गङ्गायां तु हृदं नित्यं कोटिकोटिगुणं भवेद् अन्यस्थाने कृतं पापं गङ्गातीरे विनश्यति गङ्गातीरे कृतं पापं गङ्गास्नानेन नश्यति आत्मनो जन्मनक्षत्रे जाह्नवी सङ्गदे दिने नरस्नात्वा तु गङ्गायां स्वकुलं च समुद्धरेत् आदरेण यथास्तौदि धनवन्दं सदा नरः सकृद्गङ्गां तदा स्तुत्वा भवेत् स्वर्गस्य भाजनम् अश्रद्धयापि गङ्गायां योऽसौ नामानुकीर्तनं करोति पुण्यवाहिन्या स वै स्वर्गस्य भाजनं क्षितौ भावयदो मर्त्यान्नागांस्तारयदेऽप्यधः दिवि तारयदे देवान् गङ्गात्रिपथगा स्मृता ज्ञानतो ज्ञानतो वापि कामतो कामतोऽपि वा गङ्गायां च मृदो मर्त्यस्वर्गं मोक्षं च विन्दति या गतिर्योगयुक्तस्य सत्त्वस्तस्य मनीषिणः सा गदित्यजतः प्राणान् गङ्गायां तु शरीरिणः चान्द्रायणसहस्राणि यश्चरेत् पायशोधनं पानं कुर्याद्यथेच्छं च गङ्गाम्भस्स विशिष्यते तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीं तिस्रकोट्योऽर्थकोटी च तीर्थानां वायुरब्रवीद दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि विष्णुपादाब्जसम्भूते गङ्गेत्रिपथगामिनि धर्मद्रवे दिविख्याते पापं मे हरजाह्नवि विष्णु पादप्रसूदासि वैष्णवी विष्णुपूजिता त्राहि मामे ननस्तस्मादा जन्ममरणान्तिकाद श्रद्धया धर्मसम्पूर्णे श्रीमदा रजसा च ते अमृते न महादेवि भागीरथि पुनीहि मां त्रिभिः श्लोकवरैरेभिर्यस्नायाज्जाह्नवीजले जन्मकोटिकृतात् पापान्मुच्यते नात्र संशयः मूलमन्त्रं प्रवक्ष्यामि जाह्नव्या करभाषितं स सकृज्जपान्नरपुदो विष्णुदेहे प्रतिष्ठति मन्त्रच्छायम् ॐ नमो गङ्गायै विश्वरूपिण्यै नारायण्यै नमो नमः जाह्नवीतीरसम्भुदामृतं मूर्ध्ना बिभर्ति यः सर्वपापविनिर्मुक्तो गङ्गास्नानं विना नरः गङ्गाजलोर्मिनिर्धूतपवनं स्पृशदे यदि सपूदकल्मषात् घोरात् स्वर्गं चाक्षयमश्नुते यावदस्ति मनुष्यस्य गङ्गातो ये प्रतिष्ठति तावद्वर्षसहस्राणि स्वर्लोके महीयते पित्रोर्बन्धुजनानां च अनाथानां गुरोरपि गङ्गायामस्तिपातेन नरस्वर्गान्न हीयते गङ्गां प्रति वहेद्यस्तु पितॄणामस्तिकण्टकं पदे पदेश्वमेधस्य फलं प्राप्नोति मानवः धन्या जानपदाय च पशवः पक्षिकीटकाः स्थावरा जङ्गमाश्चान्ये गङ्गातीरसमाश्रिताः क्रोशान्तरमृता ये जजाह्नव्या द्विजसत्तमाः मानवा देवताः सन्ति इतरे मानवा भुवि गङ्गास्नानाय सङ्गच्छन् पदि संम्रियते यदि स च स्वर्गमवाप्नोति गङ्गास्नानफलं लभेद गङ्गाजले प्रयास्यन्ति ते जीवापदि ये मृताः क्रीडापदङ्गाशलभाक् पादापादेन गच्छता एव दण्डिसमुद्देश्यं गङ्गां प्रतिजनं द्विजाः ते जयान्ति परं पुण्यं गङ्गास्नानफलं नराः जाह्नवीं ये ज निन्दन्ति पाषण्डैर्हतचेतसः ते यान्ति नरकं घोरं पुनरावृत्तिदुर्लभम् दुस्तो वापि स्मरन् नित्यं गङ्गेदि परिकीर्तयन् पठन् स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः गङ्गा गङ्गेदि यो ब्रूयाद्योजनानां सदैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति अन्धाश्च पङ्गवस्ते च वृद्धा भवसमुद्भवाः गर्भपादाद्विपद्यन्ते ये गङ्गां न गदा नराः न कीर्तयन्ति ये गङ्गां जडतुल्या नराधमाः परान्नोपदिशन्ति स्म वादूलाश्चित्तविभ्रमाः न पठन्ति जना ये च तेषां शास्त्रं विनिष्फलं गङ्गापुण्यफलं विप्रा कुधियः पतिताधमाः पाठयन्ति जना ये च श्रद्धया निपठन्ति च गच्छन्ति ते दिवं धीरास्तारयन्ति पितॄन् गुरून् पाधेयकं गच्छतां यो वसुशक्रिया प्रयच्छति भागीरथ्या लभे स्नानं यः परान्नेन गच्छति कर्तुस्नानफलं विद्या द्विगुणं प्रेरकस्य च इच्छया निश्चया चाभिप्रेरणे नान्यसेवया जाह्नवीं योगदपुण्यां स गच्छेन्निर्जरालयम् द्विजाऊजुः गङ्गाया कीर्तनं व्यासश्रुतं त्वत्तो विनिर्मलं गङ्गा कस्मात् किमाकारा कुतः साह्यदिपावनी व्यास उवाच स शृणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीं यां श्रुत्वा मोक्षमार्गं च प्राप्नोति नरसत्तमः ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुङ्गवः नत्वा विधिं च पप्रच्छ पूदं त्रैलोक्यपावनं किं सृष्टं च त्वया ताद सम्मतं शम्भुकृष्णयोः सर्वलोकहितार्थाय भुवस्थाने समीहितं देवी वा देवता का वा सर्वासामुत्तमोत्तमा यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः अण्डजास्वेदजा वृक्षा ये चान्य उद्भिज्जादयः सर्वे यान्ति शिवं ब्रह्मन् समग्रं विभवं ध्रुवं ब्रह्मोवाच सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी आद्या भवस्वलोकानां त्वत्तो भवं सृजाम्यहं यदश्रुत्वा परा सा च सप्तधा चाभवत्तदा गायत्री वाक् च स्वर्लक्ष्मी सर्वसस्य वसुप्रदा ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी वर्णिका धर्मद्रवा च एता सप्त प्रकीर्तिताः गायत्री प्रभवा वेदा वेदा सर्वं स्थितं जगद स्वस्ति स्वाहा स्वधा दीक्षा यदा गायत्रीजा स्मृताः उच्चारयेत् सदा यज्ञे गायत्रीं मातृकादिभिः क्रदौ देवा स्वधां प्राप्य भवेयुरजरामरः ततः सुधारसं देवा मुमुचुर्धरणीतले अध सस्यवदी पृथ्वी ओषधीनां पराशुभा फलमूलैरसैर्भक्ष्यैर्जना सुस्ततराभवन् भारती सर्वलोकानां चाननी मानसे स्थिता तथैव सर्वशास्त्रेषु धर्मोद्देश्यं करोति सा विज्ञानं कलहं शोकं मोहामोहं शिवाशिवं तया विना जगत्सर्वं यात्यतत्त्वमिति स्मृतं कमलासम्भवश्चैव वस्त्रभूषणसञ्चयः सुखं राज्यं त्रिलोके दुतदसा हरिवल्लभा उमया हेतुना शम्भोर्ज्ञानं लोकेषु सन्ददं ज्ञानमाता च सा ज्ञेया शम्भोरर्धाङ्गवासिनी वर्णिका शक्तिरत्युग्रा सर्वलोकप्रमोहिनी सर्वलोकेषु लोकानां स्थितिसंहारकारिणी देव्या जनिषदौ पूर्वमसुरौ मधुकैडभौ रुरुश्चापि हदो घोरः सर्वलोकपरिश्रुतः सर्वदेवैकजेतारं सा जघ्ने महिषासुरम् निकदा लीलया देव्या ये सुरा दैत्यपुङ्गवाः एवं बलानि दैत्यानां निहत्य सर्वदा तया पालिदं मोदिदं चैव कृष्णमेदजगत्त्रयं धर्मद्रवस्वरूपा च सर्वधर्मप्रतिष्ठिता महदीं तां समालोक्य मया कमण्डलौ धृता विष्णुपादाब्जसम्भूता शम्भुना शिरसा धृता अस्माभिश्च त्रिभिर्युक्ता ब्रह्म विष्णुमहेश्वरैः धर्मद्रवा परिख्यादा जलरूपा कमण्डलौ बलियज्ञेषु सम्भूता विष्णुना प्रभविष्णुना छत्मना चलितपूर्वं बलिर्बलवदाम्बरः तदपादद्वयेनैव क्रान्तं सर्वं महीतलम् नभः पादश्च ब्रह्माण्डं भित्त्वा मम पुरस्थितः मया सम्पूजितपादकमण्डलुजलेन वै प्रक्षाल्यैवार्चितात् पादाद्धेमकूडे पदज्जलं तत्कूडाच्छङ्करं प्राप्य भ्रमदे सा जडास्थिता ततो भगीरथेनैव समाराध्य शिवं भुवि आनीयाराधितो नित्यं तपसा गजपुङ्गवः तेन भित्त्वा नगं वीर्यात्रिभिर्दन्धैः कृतं बलिं तदस्त्रिबिलगा यस्मात् त्रिस्रोदा लोकविश्रुता हरिब्रह्म हरयोगात्पूता लोकस्य पावनी समासाद्य च दां देवीं सर्वधर्मफलं लभेद पाठयज्ञपरैः सर्वैर्मन्त्रहोमसुरार्चनैः स्वागतिर्न भवेज्जन्तोर्गङ्गा संसेवया चया धर्मस्य साधनोपायो ह्यतः परो न विद्यते त्रैलोक्यपुण्यसंयोगात् तस्मात्तां व्रजनारद गङ्गातो यास्ति संयोगासुदास्ते सगरस्य च स्वर्गदापितृभिश्चैव स्वपूवापरजैः सह ततो ब्रह्ममुखा श्रुत्वा नारदो मुनिपुङ्गवः गङ्गाद्वारे तव कृत्वा ब्रह्मणा सदृशोऽभवद् सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा गङ्गाद्वारे प्रयागे जगङ्गासागरसङ्गमे त्रिरात्रेणैकरात्रेण नरो यादि परां गतिं तस्मात् सर्वप्रयत्नेन सद्यो मुक्तिं विचिन्तयेद ततो गच्छद धर्मज्ञा शिवां भागीरथीमिह अचिरेणैव कालेन स्वर्गमोक्षं प्रगच्छथ विशेषात् कलिकाले जगङ्गामोक्षप्रदा नृणां कृच्छ्राच्चक्षीणसत्त्वानामनन्तः पुण्यसम्भवः तदस्ते ब्राह्मणा हृष्टा श्रुत्वा व्यासाद् गिरं शुभां गङ्गायां तु तपस्तप्त्वा मोक्षमार्गं ययुस्तदा य इदम् शृणुयान्मर्त्यपुण्याख्यानमनुत्तमं सर्वं तरदि दुःखौख गङ्गास्नानफलं लभेद सगृदुच्चारिदे चैव सर्वयज्ञफलं लभेद दानं जप्यं तथा ध्यानं स्तोत्रं मन्त्रं सुरार्चनं तत्रैव कारयेद्यस्तु सच्चानन्दफलं लभेद तस्मात् तत्रैव कर्तव्यं जपहोमादिकं नरैः अनन्तं च फलं प्रोक्तं जन्मजन्मसु लभ्यते इति श्रीपात्मपुराणे प्रथमे सृष्टिखण्डे गङ्गामाहात्म्यं नाम द्विषष्टितमोऽध्यायः ॐ